आम वार्ताय प्रतिबोधितां भगवता नारायणेन स्वयम्। ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्। व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्। व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्। अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनी। अद्वैतामृतवर्षिणीं भगवतीम् अष्टादशध्यायिनीम्। अम्बत्वाम् अनुसन्ददामि भगवद्गीते भवद्वेषिणी। अम्बत्वामनुसन्धामि भगवद्गीते भवेत् विषिणीम्। नमोऽस्तु ते व्यासविशालबुद्धे। नमोऽस्तु ते व्यासविशालबुद्धे। फुल्लारविन्दायतपत्रनेत्र। फुल्लारविन्दायतपत्रनेत्र। येन त्वया भारततैलपूर्णः। येन त्वया भारततैलपूर्णः। प्रज्वालितो ज्ञानमयप्रदीपः। प्रज्वालितो ज्ञानमयः प्रदीपः। प्रपन्नपारिजाताय। प्रपन्नपारिजाताय। स्तोत्रवैत्रैकपाणये। स्तोत्रवैत्रैकपाणये। ज्ञानमुद्राय कृष्णाय। ज्ञानमुद्राय कृष्णाय। गीतामृतदुहे नमः। गीतामृतदुहे नमः। सर्वोपनिषदो गावः। सर्वोपनिषदो गावः। दोक्ता गोपालनन्दनः। दोक्ता गोपालनन्दनः। पार्थो वत्सुदीप्तो भोक्ता। पार्थो वत्स सुदीप्तो भोक्ता दुग्धं गीतामृतं महत्। दुग्धं गीतामृतं महत्। वसुदेवसुतं देवं। वसुदेवसुतं देवं। हंसचाणूरमर्दनं। कंसचाणूरमर्दनं। देवकी परमानन्दम्। देवकी परमानन्दम्। कृष्णं वन्दे जगद्गुरुं। कृष्णं वन्दे जगद्गुरुं। भीष्मद्रोणतडा जयत्रतलजला गान्तारनीलोत्पला। भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला। शैल्याग्रहवद्वदी कृपेण वहनी कर्णेन वेलाकुला। शल्यग्राहवती कृपेण वहनि कर्णेन वेलाकुला। अश्वत्थामविकर्णदोरमकरा दुर्योधनावर्तिनी। अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी। सोत्तीर्ण खलु पाण्डवै रणनदी कैवर्त केशवः। सोतीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः। पाराशर्यवच सरोजममलं गीतार्थगन्धोत्कटम्। पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्। नानाख्यानकेसरं हरिकथा सम्बोधनाबोधितम्। नानाख्यानकेसरं हरिकथा सम्बोधना बोधितम् लोके सज्जनषड्पदैरहः पेयोयमानं मुदा लोके सज्जनषट्पदैरहरहरहः ते पीयमानं मुदा भूयाद्वारपङ्कजं कलिमलं प्रध्वंसिनः श्रेयसे भूयाद्भारतं पङ्कजं कलिमलप्रध्वंसि न श्रेयसे मूकं करोति वाचालम् मूकं करोति वाचालम् पङ्गुं लङ्घयते गिरिं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे यत्कृपातमहं वन्दे परमानन्दमाधवम् परमानन्दमाधवम् यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः वेदैः शाङ्कप्रदो गोमोपमनिषद् गायन्ति यं सामगाः ध्यानावस्थित तदग्रेण मनसा पश्यन्ति यं योगिनः यस्यान्तं न विदुसुरा सुरागना देवाय तस्मै नमः। अत गीतामाहात्म्यं दरोवाच अहं वदतु महोदय आम् दरोवाच दरोवाच अहं स्क्रीन् शेर् करिष्यामि किम् अथवा भगवान् परमेशान भक्तिय संविचारिणी स्क्रीन् शेर् करिष्यामि एकनिमिषः कृपया मम पार्श्वे अन्य अस्ति अथ गीतामाहात्म्यम् अथ गीतामाहात्म्यम् गीताशास्त्रमिदं पुण्यं यः पठेत् यथ पुमान् गीताशास्त्रम् इदं पुण्यम् अहं गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् विष्णुपदमवाप्नोति भयशोकान् विवर्जितः विष्णोः पदं वाप्नोति भयशोकविवर्जितः गीताद्यशीलस्य प्राणायाममपस्य च गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्म कृतानि च नैव सन्ति हि पापानि पूर्वजन्म कृतानि च मलनिर्मोचनं पुंसां जलस्नानं दिवे दिवे मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सकृत् गीताभ्यसि स्नानं संसारमलनाशनम् सकृत् गीताम्भसि स्नानं संसारमलनाशनम् गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः या स्वयं पद्मादवस्य मुखं पद्मादिनि श्रुताः या स्वयं पद्मनाभस्य मुखपद्माद्विनि सुता भारदामृतं सर्वस्यं विष्णोर्वक्त्रादिनि श्रुतम् भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनि श्रुतम् गीता गङ्गोतकं पीत्वा पुनर्जन्म न विद्यते गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते सर्वोपनिषदो गावः दोक्ता गोपालनन्दनः सर्वोपनिषदः गावः दोग्धा गोपालनन्दनः पातो वत्स सुदीर्भोक्ता दुग्धं गीतामृतं महत् पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् एकं शास्त्रं देवकी पुत्रकी तमको एकं शास्त्रं देवकी पुत्र गीतमेको देवो देवकी पुत्र एव देवो देवकी पुत्र एव एको मन्त्रमस्य नामानि यानि एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा कर्माप्येकं तस्य देवस्य सेवा शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् लक्ष्मीकान्तं कमलनयनं योगिध्यानगम्यम् लक्ष्मीकान्तं कमलनयनं योगविद्यार्नगमगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् वन्दे विष्णु भवभयहरं सर्वलोकैकनाथम् यं ब्रह्मा वरुणेन्द्र रुद्र मरुतः स्तुन्वन्ति दिव्यैः स्तवैः यं ब्रह्मा वरुणेन्द्र रुद्र मरुतः स्तुन्वन्ति दैव्यैः स्तवैः वेदैः साङ्ख्यपदक्रमोपनिषद् गायन्ति यं सामगाः वेदे साङ्ख्यपदक्रमोपनिषदैः गायन्ति यं सामगाः ध्यानावस्थितद्गतेन मनसा पश्यन्ति यं योगिनः ध्यानावस्थितद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं त विदुः न विदुः सुरासुरगणा देवाय तस्मै नमः यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॐ श्री परमात्मने नमः ॐ श्री परमात्मने नमः श्रीमद्भगवद्गीता श्रीमद्भगवद्गीता अथ चतुर्थोऽध्यायः अथ चतुर्थोऽध्यायः श्रीभगवानुवाच श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम् इमं विवस्वते योगं प्रोक्तवानहमव्ययम् विवस्वान्मनवे प्राह मनुरिक्ष्वाकवे ब्रवीत् विवस्वान्मनवे प्राह मनुर्क्ष्वाकवे ब्रवीत् एवं परम्परा प्राप्तम् इमं राजर्षयो विदुः एवं परम्परा प्राप्तम् इमं राजर्षयो विदुः सकालेनेह महता योगो नष्टः परन्तप सकालेनेह महता योगो नष्टः परन्तप स एवायं मया तेद्य योगः प्रोक्तः पुरातनः स एवायं मया तेद्य योगः प्रोक्तः पुरातनः भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् अर्जुन उवाच अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः अपरं भवतो जन्म परं जन्म विवस्वतः कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति श्रीभगवानुवाच श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन बहूनि मे व्यतीतानि जन्मानि तव चार्जुन तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् प्रकृतिं स्वामधिष्ठाय सम्भवामि आत्ममायया प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया यदा यदा हि धर्मस्य ग्लानिर्भवति भारत यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृताम् परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे धर्मसंस्थापनार्थाय सम्भवामि युगे युगे जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ईतरागभयक्रोधाः मन्मया मामुपाश्रिताः। बहवो ज्ञानतपसा पूतामद्भावमागताः। बहवो ज्ञानतपसा पूतामद्भावमागताः। ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्। ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः। काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः। काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः। क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा। क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा। चातुर्वर्ण्यं मया सृष्टं गुणकर्म विभागशः। चातुर्वर्ण्यं मया सृष्टं गुणकर्म विभागशः। तस्य कर्तारमपि मां विध्यकर्तारमव्ययम्। तस्य कर्तारमपि मां विध्यकर्तारमव्ययम्। न मां कर्माणि लिम्पन्ति न मे कर्म फले स्पृहा। न मां कर्माणि लिम्पन्ति न मे कर्म फले स्पृहा। इति मां योऽभिजानाति कर्मभिर्न स बध्यते। इति मां योऽभिजानाति कर्मभिर्स न बध्यते। एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः। एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः। कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्। कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्। किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः। किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः। तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्ष्यसे शुभात्। तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्ष्यसे शुभात्। कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः। कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः। अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः। अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः। कर्मण्यकर्म यः पश्येत् अकर्मणि च कर्मयः। कर्मण्यकर्म यः पश्येत् अकर्मणि च कर्मयः। स बुद्धिमान् मनुष्येषु संयुक्तः कृत्स्नकर्मकृत्। स बुद्धिमान् मनुष्येषु संयुक्तः कृत्स्नकर्मकृत्। यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः। यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः। ज्ञानाग्निदग्धकर्माणन्तमाहु पण्डितम्बुधाः त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः निराशीर्यतचित्तात्मा त्यक्त सर्वपरिग्रहः निराशीर्यतचित्तात्मा त्यक्त सर्वपरिग्रहः शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् शारीरं केवलं कर्म कुर्वनाप्नोति किल्बिषम् यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः यदृच्छालाभसन्तुष्टः द्वन्द्वाधीतो विमत्सरः तमः सिद्धावसिद्धौ च कृत्वापि न निबध्यते समसिद्धावसिद्धौ च कृत्वापि न निबध्यते गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञायाचरतः कर्म समग्रं प्रविलीयते यज्ञायाचरतः कर्म समग्रं प्रविलीयते ब्रह्मार्पणं ब्रह्महविः ब्रह्माग्नौ ब्रह्मणाहुतम् ब्रह्मार्पणं ब्रह्महविः ब्रह्माग्नौ ब्रह्मणाहुतम् ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना दैवमेवापरे यज्ञं योगिनः पर्युपासते दैवमेवापरे यज्ञं योगिनः पर्युपासते ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति श्रोत्रादीनिन्द्रियाण्यन्ये संयमाग्निषु जुह्वति श्रोत्रादीनिन्द्रियाण्यन्ये संयमाग्निषु जुह्वति शब्दादीन् विषयानन्य इन्द्रियाण्यषु इन्द्रियाग्निषु जुह्वति शब्दादीन् विषयानन्ये इन्द्रियाग्निषु जुह्वति सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि चापरे सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथा परे द्रव्ययज्ञास्तपोयज्ञाः योगयज्ञास्तथा परे स्वाध्याययज्ञानयज्ञाश्च स्वाध्यायाय ज्ञानयज्ञाश्च यतयः संशितव्रताः स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः अपाने जुह्वति प्राणम् प्राणे पानम् तथा परे अपाने जुह्वति प्राणम् प्राणे पानम् तथा परे प्राणापानगतिरुद्ध्वा प्राणायामपरायणाः प्राणापानगतिरुद्ध्वा प्राणायामपरायणाः अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः सर्वेऽप्येते यज्ञविदः यज्ञक्षपितकल्मषाः यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् यज्ञशिष्टामृतभुजः यान्ति ब्रह्म सनातनम् नायं लोकोऽस्य यज्ञस्य कुतोऽन्यः कुरु सत्तम नायं लोकस्य यज्ञस्य कृतोऽन्यः कुरु सत्तम एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे एवं बहुविधा यज्ञाः वितता ब्रह्मणो मुखे कर्मजान् विद्धितान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे कर्मजान् विद्धितान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे श्रेयान् द्रव्यमयाद्यज्ञाज् ज्ञानयज्ञः परन्तप श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परन्तप सर्वं कर्माखिलं पार्थ ज्ञाने परितमाप्यते सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ज्ञात्वा न पुनर्मोहम् एवं यास्यसि पाण्डव यज्ञात्वा न पुनर्मोहम् एवं यास्यसि पाण्डव येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वं ज्ञानप्लवेनैव रुजिनं सन्तरिष्यसि सर्वं ज्ञानप्लवेनैव रुजिनं सन्तरिष्यसि यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन यथैदांसि समिद्धोऽस्निघे भस्मसात् कुरुतेऽर्जुन ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा न हि ज्ञानेन सदृशं पवित्रमिह विद्यते न हि ज्ञानेन सदृशं पवित्रमिह विद्यते तत्त्वयं योगसंसिद्धः कालेनात्मनि विन्दति तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति अज्ञश्च श्रद्धधानश्च संशयात्मा विनश्यति अज्ञश्च श्रद्धधानश्च संशयात्मा विनश्यति नायं लोकोऽस्ति न परो न सुखं संशयात्मनः नायं लोकोऽस्ति न परः न सुखं संशयात्मनः योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्न संशयम् योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्न संशयम् आत्मवन्तन्न कर्माणि निबध्नन्ति धनञ्जय आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय तस्मादज्ञानसम्भूतं कृत्थं ज्ञानासिनात्मनः तस्मादज्ञानसम्भूतं कृत्थं ज्ञानसिनात्मनः इत्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत चित्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसन्न्यासयोगो नाम चतुर्थोऽध्यायः श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसन्न्यासयोगो नाम चतुर्थोऽध्यायः ॐ श्रीकृष्णार्पणमस्तु हरये नमः हरये नमः हरये नमः ॐ श्रीकृष्णार्पणमस्तु हरये नमः हरये नमः हरये नमः धन्यवादः धन्यवादः यदक्षरपदभ्रष्टं मात्राहीनञ्च यद्भवेत् तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते